सर्वेषु भूतेषु तिष्ठन्तम् परमेश्वरम् विनश्यत्वा विनश्यन्तम् यः पश्यति स पश्यति समम् पश्यन्ति सर्वत्र समवस्थितमीश्वरम् न हि नत्यात्मनात्मानम् ततो याति परम् गतिम् प्रकृतैव च कर्माणि क्रियमाणानि सर्वशः यः पश्यति तदात्मानम् अकर्तारम् स पश्यति यदा भूत पृथग्भाव मेकस्तमनुपश्यति तदा एव च विस्तारम् ब्रह्मम् पद्यते तदा अनादित्वा निर्गुणत्वा परमात्मायमाभयः शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते।